नमस्ते. तर्हि अस्माकम् अद्यतनविषयः अस्ति अनुवर्तते सुदादिगणः इति. गतसप्ताहे वयं सामान्यदातवः इति दृष्टवन्तः. अस्मिन् सप्ताहे विशेषदातवः इति ततः आरभ्य पश्यामः. तर्हि पूर्वं दृष्टवन्तः सुधादिभ्यः शः इति कर्तरि शप्रभाते सुधादिभ्यः शः इति शः सुधादिगणे प्रत्ययः आगच्छति. विकरणप्रत्ययः शः इति भवति. तदनन्तरं शः प्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् इति अपित् इति सूत्रेण निर्भद् भवति. अनन्तरं निति चैत्येन गुणवृद्धिनिषेधः अपि भवति. तर्हि अग्रे पठामः. सामान्यधातुषु केवलं वर्णमेलनमेव भवति खलु. इदानीं वयं हेमा भगिनी पठति वा? हेमा भगिनी अस्ति. रामप्रिया भगिनी, भगिनी पठति वा? आं भगिनि, विशेष दातवः इगन्तदातवः षोडशदातवः. इगन्तदातवः इक् प्रत्याहारे कश्चन सदस्यः अन्ते येषां ते. इक् प्रत्याहारः नाम इ ऊरुल्. अतः अस्मिन् इकारान्तदातवः, उकारान्तदातवः, ऋकारान्तदातवः च अन्तर्भूताः. एतावता अस्माभिः दृष्टं यत् इगन्तदातवः नियमानुसारं प्रवर्तन्ते. द्वादिगणे द्विवादिगणे च गणनियमम् अनुसृत्य यदा विकरणप्रत्ययस्य स्वभावः तथा एव इगन्तदातूनाम् अङ्गकार्यम्. द्वादिगणे शप् पित् अतः सर्वत्र इगन्तदातौ गुणः नी ने भू भो कृ कर् इति. द्विवादिगणे श्यन् अपित् अतः सर्वत्र इगन्तदातुः यथावत् तिष्ठति. प्री प्रिय प्रीयते, सू सूय सूयते इति. अतः द्वादिगणे द्विवादिगणे च इगन्तदातवः सामान्याः इति उच्यते. परन्तु तुधादिगणे इगन्तदातवः विशेषदातवः सन्ति. किमर्थम् इति अत्र दृश्यताम्. अत्र षोडशदातवः सन्ति इगन्तदातवः, विशेषदातवः सन्ति. इक् प्रत्याहारे इ ऊरुल् वर्णाः सन्ति. इगन्तदातवः यदा भवादिगणे अस्ति चेत् शप् विकर्णप्रत्ययः, शप् पित् अस्ति, अतः गुणकार्यं सम्भवति. उदाहरणार्थं नी ने भवति, भू भो भवति इति. यदा दिवादिगणे इगन्तदातवः अस्ति तत्तु षण् इति विकर्णप्रत्ययः दिवादिगणे. अपित् अस्ति, अत्र सर्वत्र इगन्तदातुः यथावत् तिष्ठति. अर्थात् किमपि गुणकार्यं न सम्भवति. प्री प्रिया इति भवति, प्रीयते इति आत्मनेपदीरूपं भवति, लट्टीरूपम्. सामान्य भुवादिगणे द्विवादिगणे तु इगन्तदातवः सामान्याः एव अस्ति. किन्तु तुदादिगणे तत्र विशेषदातवः, इगन्तदातवः विशेषदातवः सन्ति. केन सूत्रेण भुवादिगणे गुणं भवति? भुवादिगणे सार्वधातुक आर्धधातुकयोः. हेमा भगिनी एव मम त्रुटितः अभवत् इति विकरणप्रत्ययः. अयं श प्रत्ययः सार्वधातुकः, तिंसित् सार्वधातुकम्. अपित् पकारः इत् यस्य न, नित्वत् निति च, अजादिः अच् आदौ यस्य सः. अतः संक्षेपे अजादिः अपित् इति वदेम. अत्र ष षा विकरणप्रत्ययः कृते किञ्चित् विवरणमस्ति. एषः षा प्रत्ययः सार्वधातुकः किमर्थं चेत् षा इति षित् अस्ति, तत्कारणात् सार्वधातुकं, किमर्थं चेत् तिङ्क्षित् सार्वधातुकमस्ति. अनन्तरं अपितपि अस्ति, किमर्थं चेत् पकारः इत् न, तत्कारणात् श अपितपि अस्ति. अनन्तरं निति च अपित् कारणात् सार्वधातुकमपित् निति च. अत्र निति च इत्युक्ते गुणनिषेधः भवति. षकारः षित् अस्ति, तत्कारणात् तस्य लोपः भवति. अकारः एव तिष्ठति प्रत्ययस्य, तत्कारणात् अजादिः, किमर्थं चेत् अत्र अच् आदौ अस्ति तत्कारणात्. अतः विकरणप्रत्ययः संक्षिप्तरूपेण अजादिः अपित् अपि वदेम. एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे इ उ रु इत्येषां कार्यद्वयं सम्भवति. प्रथमं गुणादेशः नाम इ एकारः, उ ओकारः, रु अर् भवति. द्वितीयमस्ति यन् आदेशः, इको यनचि नाम इ य भवति, उ व भवति, रु र भवति. अत्र गुणकार्यं अनन्तरं यन् आदेशः यः इ उ रु स्थाने किं किं कार्यं, कानि कानि कार्य भवन्ति इति दत्तमस्ति. अत्र कार्यद्वयं सम्भवति. प्रथममस्ति गुणादेशः, इत्युक्ते इकारस्य स्थाने एकारः, उकारस्य स्थाने ओकारः, ऋकारस्य स्थाने अर्. अनन्तरं द्वितीयं कार्यमस्ति यन् आदेशः इको एनचि इत्यस्य प्रभावेन. अत्र इकारस्य स्थाने य, उकारस्य स्थाने व, ऋकारस्य स्थाने र आगच्छति. अनन्तरम् अधुना इतोपि द्वे कार्ये सम्भवत इति बोध्यम्. तृतीयम् अस्ति इयङ् उवङ् आदेशौ, इ स्थाने इ, उ स्थाने उ. अनन्तरं रिङ् इति आदेशः, इत्युक्ते ऋकारस्य स्थाने रि. कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति इदानीमेव पश्यामि इति दत्तमस्ति अत्र. अस्तु महोदय, तर्हि प्रथमकार्यं गुणादेशः कुत्र भवति, यण् आदेशः कुत्र भवति, कस्मिन् सन्दर्भे? गुणादेशः यथा नी अस्ति, नियोगः शप्, अत्र नियोगः आ, अत्र नी स्थाने ने आगच्छति प्रथमम्. अनन्तरं ने स्थाने यान्तवान्त आदेशसन्धि, तत्कारणात् यकारः आगच्छति अत्र. अत्र तर्हि गुणादेशः कुत्र भवति इत्युक्ते सूत्रद्वयम् अस्माकं अतः सार्वधातुक अर्धधातुकयोः पुगन्तलघुपत्यर्थः इति. तर्हि यत्र परे सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा आगच्छति चेत् गुणकार्यं भवति. किन्तु इको एनर्जि इति तत् वर्णकार्यमस्ति, अन्यत्र सर्वत्र साधारणकार्यमस्ति इको एनचि इति वर्णकार्यम् अन्यत्र सर्वत्र सम्भवति. किन्तु अस्माकं चर्चायां महोदय स्पष्टतया उक्तवान् द्वे कार्ये नूतनकार्याणि सन्ति, यत्युक्ते इकारस्य स्थाने इ आदेशः, उकारस्य स्थाने उ आदेशः. तर्हि निमित्तं किम् इति अग्रे पश्येम. एतावत् पर्यन्तं गुणादेशः यं सन्ति वयं जानीमः कुत्र कुत्र उपयोगं कुर्मः इति. किन्तु इयङादेशः उवङ्गादेशः कः निमित्तं किं निमित्तम् इति अग्रे पश्येम इति अत्र उक्तम् इति चिन्वन्ति. अस्तु महोदय, धन्यवादः. कः आगतः? नूतनजनः आगतः वा? नमस्ते भगिनि, रेश्मी अस्मि. स्वागतं रेश्मी भगिनि. हेमा भगिनी कर्तृ. अस्तु भगिनि, पठामि. इकारान्तधातवः चत्वारधातवः सन्ति. श इति विकरणप्रत्ययः अजादिः अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति. अचिष्णु धातु भ्रुवां योरियङ्वङ्गौ, अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजादि अपिति अजाद्यपिति प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः रीगतौ इति धातुः. अत्र इकारान्तधातोविषये तुदादिगणे तु विकरणप्रत्ययः श इति अस्ति. अनुबन्धलोपानन्तरम् अ एव अवशिष्यते, अतः अजादिः अस्ति. पुनः तत्र पकारः एव नास्ति, अपितपि अस्ति. अतः विशिष्ट सूत्रम् अत्र कार्यं करोति. अचिष्णु धातु भ्रुवां व्योरियङ्वङ्गौ इति. अनेन सूत्रेण यत्र यत्र धातौ इकारान्तः अस्ति वा उकारान्तः अस्ति तत्र इयङ् आदेशः वा उवङ् इति आगच्छति. निमित्तम् अस्ति अजादि प्रत्यये परे पुनः अपित् अपि भवेत् इति. इदानीं वयम् अग्रे पश्यामः. उदाहरणधातुः अस्ति रि इति. अयं रि धातुः यदि द्वादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम. रियोगः लट्, रियोगः ति, रियोगः शप् योगः ति, रियोगः अयोगः ति. सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः रे योगः अयोगः ति. सन्धिकार्यं येचोयवायावः इत्यनेन अयादेशः रै योगः अयोगः ति रयति. इदं केवलं चिन्तनार्थम्. अयं रि धातुः भादौ नास्ति, अतः इदं रूपं न सम्भवति. अत्र स्पष्टनार्थमेव उक्तमस्ति. रि धातु तु तुदादिगणे अस्ति, न तु भ्वादिगणे. यदि भ्वादिगणे अभविष्यत् तर्हि तस्य रूपं कथं भवेत् इति इदानीम् अत्र दत्तमस्ति. रियोगः लट् तत्र तु तिप्पनेन कर्तृत्वे सार्वधातुके इति सूत्रेणापि रियोगः ति मध्ये शप् विकरणयः विकरणप्रत्ययः आगच्छति. अनुबन्धलोपानन्तरम् अ अवशिष्यते. रियोगः अयोगः ति गुणकार्यं सम्भवति अत्र सार्वधातुक आर्धधातुकयोः अनेन सूत्रेण. रि रे इति भवति. रेयोगः अयोगः ति अत्र सन्धिकार्यमस्ति, यान्तवान्तादेशसन्धि. रे स्था रे रै इति परिवर्तनं भवति. रै योगः अयोगः ति रयति इति रूपं यदि रि धातुः भ्वादिगणे भविष्यति चेत्. परन्तु तत्तु नास्ति. इदानीं तुदादिगणे पश्यामः. तुदादिगणे सामान्यधातवः अपि सन्ति, विशिष्टधातवः अपि सन्ति. तुदादिगणे यदि पठामि पूर्वं भगिनि. तुदादिगणे सामान्यचिन्तनम् अकरिष्यामः तर्हि रि धातोः लटि किं रूपम् अभविष्यत् इति चिन्तयेम. रियोगः लट्, रियोगः ति, रियोगः शयोगः ति, रियोगः अयोगः ति. सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः. प्रसक्तिरस्ति परन्तु तत्तु न भवति. सार्व किमर्थम् इत्युक्ते सार्वधातुकम् अपित् इति. इत्यनेन श ङित्वत् कार्यं करोति. ङिति च सूत्रेण तत्र गुणनिषेधः भवति. रियोगः अयोगः ति एव तिष्ठति. अत्र इको यणाचि सूत्रस्य सम्भावना अस्ति. इत्यनेन यण्सन्धेः प्राप्ति, तर्हि रूपं भवति र्यति इति. इदमपि केवलं चिन्तनार्थमेव. रीधातुः तुदादिगणे सामान्यधातुः न विशिष्टधातुः अस्ति इति. अग्रे पठामि वा? तर्हि निमित्तम् अस्माकम् अचिष्णु धातुभ्रुवां युवर् युवङ्गौ इत्यस्य निमित्तं किं पुनः वदति वा? अस्य निमित्तमस्ति अच् अजादिप्रत्ययं पुनः अपित् इति. अत्र श प्रत्ययमस्ति, ष प्रत्यय अपित् अपि अस्ति, अजादि अपि अस्ति. अत्र सार्वधातुकम् आर्धधातुकयोः इति सूत्रेण गुणकार्यस्य प्रसक्तिरस्ति, परन्तु अत्र तु सार्वधातुकं अपित् अस्ति. अत्र पकारः नास्ति, अपि तस्य तदर्थमेव गुणकार्यं न सम्भवति. आम् भगिनि, तर्हि तत् प्रभागे एतत् आगच्छति. तर्हि सार्वधातुकम् अपित् इति अस्माकं सूत्रं कीदृशं सूत्रमस्ति? सार्वधातुकम् अपित् अतिदेशसूत्रमिति वदामः, आरोपयति यत्र स्वभावः तावत् नास्ति, तस्य उपरि णित्वत् इति रूपम् आरोपयति. भगिनि, तर्हि तस्मिन् सन्दर्भे सार्वधातुक आरधातयोः इति किमर्थम् इको एणचि इत्यपि कार्यं कर्तुम् अर्हति खलु? किमर्थं सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति अत्र कार्यं भवति? पुनः प्रश्नः पृच्छतु भगिनि. किमर्थं यण् सन्धिः न भवति अत्र सार्वधातुकार्थे इति? युवादिगणे किमर्थं यण् सन्धिः न कार्यं करोति इति? तुदादिगणे वा? द्वादिगणे, द्वादिगणे वा? द्वादिगणे अस्माकं री आति खलु, रीयोगः आ रीयोगः वयं जानीमः खलु, रिको एणसि तपि कार्यं कर्तुम् अर्हति खलु. किमर्थं सार्वधातुक आरुधातुकयोः इति कार्यं करोति? अत्र रिको एणसि तर्हि वयं परिभाषासूत्रं प्रायः महोदय पूर्वम् उक्तवान् इति उक्तवान् परन्तु इदानीं तर्हि सार्वधातुक अर्धधातुकयोः इति सूत्रम् अङ्गकार्यमस्ति, इको एनचि वर्णकार्यमस्ति. तर्हि वर्णात् अङ्गं बलीयम् इति एका परिभाषा अस्ति. अनन्तरम् एतदपि अस्ति पूर्वपर अन्तरङ्ग पूर्वपर अनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. इको एनचिति सूत्रम् अस्ति, तस्य कार्यक्षेत्रं बृहत् अस्ति, किन्तु सार्वधातुकार्थस्य कार्यक्षेत्रं न्यूनमस्ति अपेक्षया, इको एनचि इत्यस्य अपेक्षया. तर्हि तत्तु अन्तरङ्गसूत्रं भवति, अतः बलवत् भवति. अङ्गकार्यमस्ति परन्तु सार्वधातुक अर्धधातुकयोः सूत्रसङ्ख्या अधिकमस्ति इति अस्ति वा? सूत्रसङ्ख्या पूर्वपर सत्यं सत्यं भगिनी उक्तवती सत्यं, परसूत्रं बलवत् भवति, तथापि अङ्ग तत्तु भवति, किन्तु नित्यम् अन्तरङ्गम् अपि अस्ति, तस्य बलम् अधिकम् अस्ति, अतः अन्तरङ्गम् इति वक्तुं शक्यते. परन्तु अन्तरङ्गम् इत्यस्य अर्थः न जानामि. अन्तरङ्गम् इत्युक्ते यस्य कार्यक्षेत्रं न्यूनम्, यत्र कार्यक्षेत्रं बृहत् नास्ति न्यूनमस्ति, एकस्मिन् एव समये द्वौ कार्यौ भवितुम् अर्हतः, तर्हि कार्यं भवितुम् अर्हतः, तर्हि एकं सूत्रं सामान्यसूत्रम् अस्ति. अन्यत् सूत्रं प्रायः अपवादः अस्ति चेत् अपवादस्य एव भवति बलं, किन्तु अपवादः नास्ति किन्तु न्यूनं कार्यक्षेत्रम् अस्ति चेत् तस्य अन्तरङ्ग इति नामकरणम् अस्ति अन्तरङ्ग, तर्हि तस्य कार्यम् अफलवत् भवति. तत् अन्तरणमपि नास्ति, अनन्तरं नास्ति चेत् अपवादं नास्ति अन्तरङ्गं नास्ति, किन्तु नित्यसूत्रम् इति वदामः, नित्यं वा इति पश्यामः, नित्यं नास्ति चेत् अपरसूत्रमेव तदेव स्वीकुर्मः. अस्तु धन्यवादः. तर्हि रश्मि भगिनी पठति वा, अन्यकोपि आगतः नूतनजनः अस्ति वा? पुष्पं भगिनि, वयं तु तुदादिगणः इति विषयः, तत्र अस्माकं तु विषयः अस्ति, तर्हि तत्र विशेषदातवः इति इकारान्त धातुः इति इकारान्तदातवः तस्मिन् पङ्क्ति तृतीयपङ्क्ति तृतीय संख्या इति तत्र गतमस्ति, ततः रक्षं भगिनि भगिनि पठ तृतीयं वा द्वितीयं वा भगिनि? तृतीयं खलु भगिनी, द्वितीयं न उक्तवती वा? हा अस्तु तर्हि द्वितीयम् इति पठतु. तुदादिगणे सामान्यचिन्तनम् अकरिष्यामः, तर्हि रि धातोः लटि किं रूपम् अभविष्यति इति चिन्तयेम. रियोगः लट्, रियोगः ति, रियोगः शयोगः ति, रियोगः आयोगः ति. सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपित् इत्यनेन, श निद्वस् निति च इत्यनेन गुणनिषेधः. रियोगः आयोगः ति इको यणचि इत्यनेन यण्सन्धेः प्राप्तिः रियति. इदं केवलं चिन्तनार्थम्. अयं रि धातुः सुदादिगणे सामान्यधातुः नास्ति, अतः इदं रूपं न सम्भवति. अत्र उक्तमस्ति रि धातोः रूपं, यदि रीधातुः तुदादिगणे अस्ति अभविष्यत् चेत् तत्र लट् रूपं किं भविष्यति इति चिन्तनमस्ति. अत्र रियोगः लट् भवति, रियोगः ति इति, शा तुदादिगणे शा विकरणप्रत्ययः, अतः रियोगः शायोगः ति भवति. शा लोपः भूत्वा रियोगः आयोगः ति. तत्र सार्वधातुक अर्थधातुकयोः इति सूत्रेण तत्र गुणः अपेक्षते, किन्तु तत्र शप्रत्ययः सार्वधातुकम् अपित् इत्यनेन शप्रत्ययः अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण तत् निद्वत् भवति. अनन्तरं निति च इति सूत्रेण गुणनिषेधः अपि, अतः इति योगः आयोगः ति एव तदेव तिष्ठति तत्र. अनन्तरम् इको यणचि इति सूत्रेण इकारस्य स्थाने यण् आदेशः भवति, अतः रियति इति रूपम् आगच्छति. किन्तु तद् तुदादिगणे सामान्यधातुः नास्ति, अतः एतद् रूपं न भवति इति. वस्तुस्थितिः का इति अग्रे पश्याम. रियोगः लट्, रियोगः ति, रियोगः शायोगः ति, रियोगः आयोगः ति. सार्वधातुक अर्थधातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपित् इत्यनेन, श निद्वत् निति च इत्यनेन गुणनिषेधः. रियोगः आयोगः ति, इको यणचि इत्यनेन यण्सन्धेः प्राप्तिः. प्रत्ययः अजादिः अपित्, अतः अचि ध्रुवा अचि इष्णुधातु ध्रुवं योरियङौ इत्यनेन यण्सन्धिं प्रपाद्य इयङ् आदेशः भवति. पूर्वम् उक्तं यदस्ति तुदादिगणे ऐरियति इति रूपम् अभविष्यति इति, किन्तु वास्तविकतया कथं भवति इति अत्र दत्तमस्ति. एकनिमिषं भगिनि, പിന്നെ വിളിക്കാൻ പറ വേറെ കോളിലാന്ന് പറയും. അത്ര അനന്തരം അത്ര സർവധാതുക അർത്ഥധാതുകയോ ഇതി സൂത്രേണ ഗുണഃ ആഗച്ഛതി, കിന്തു സർവധാതുകം അപ്പി തതഹ നിദ്വത് ഭവതി നിതി ച ഇതി സൂത്രേണ ഗുണനിഷേധഃ. അനന്തരം ഇക്കോ അണച്ചി ഇതി സൂത്രം ആഗച്ഛതി. तत्र श प्रत्ययः अजादिः अस्ति, अतः अजादिः अपित् अस्ति, अतः अचिष्णु धातुभ्रुवां यो योरियङौ इति सूत्रस्य कार्यं भवति वास्तविकतया, अतः इयङ् आदेशः भवति. सन्धेः इको यणचि इति द्वारा यकार आदेशः न भवति, इयम् आदेशः भवति अत्र. अस्तु भगिनि, तर्हि यदि रीधातुः दिवादिगणे अभविष्यत् चेत् तर्हि तत्र अचिष्णु धातुध्रुवा योरिवङ्गौ इत्यस्य प्रसक्तिः भवितुमर्हति वा? दिवादिगणे अस्ति चेत् तत्र शन् इति विकरणप्रत्ययः, तत्र अत्र निमित्तं किम्? अत्र अजादिः अपितस्ति, अतः एतद् सूत्रम् आगच्छति. तत्र शन् अस्ति चेत् हलादि अस्ति. हा आं भगिनि, तर्हि किं सूत्रं कार्यं करोति तत्र? तत्र वर्णमेलनमेव भवति, इकारः यकारः मेलनं वर्णमेलनमेव खलु. आं भगिनि, धन्यवादः. पुष्पा भगिनी पठति. अचिष्णुधातु ब्रुवां व्योरियङौ श्नुप्रत्ययात् अन्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्तात् उकारान्तधातुरूपी अङ्गस्य भू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् उयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः परिभाषा सूत्र इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः. व्योः इति विशेषणं धातुशब्दस्य एव, यतोहि श्नु प्रत्ययान्तङ्गं भ्रू प्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् प्रत्ययः इयङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते व्योः इति विशेषणं योग्यं येन येन विधिस्तदन्तस्य इत्यनेन यस्य यद्धातोः अन्ते इकार उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भृश्च तयोः इतरेतरद्वन्द्वः श्नुधातु भ्रुवः तेषां श्नुधातु भ्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः व्योः यं च उं च तयोः इतरेतरद्वन्द्वः ययुङ्वयौ वङ्गौ अचि सप्तम्यन्तं श्नुधातु भ्रुवां षष्ट्यन्तं व्योः षष्ट्यन्तं यङ् वै प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं व्योः श्नु धातु भ्रुवाम् अङ्गानां यङोयवौ अचि विवर अचि श्नुधातु भ्रुवां व्योरि वोरियुवौ इत्र विवरणं कुर्मः अत्र श्नुप्रत्ययान्तस्य अङ्गस्य इकार उकार धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषां इकार उकारस्य स्थाने क्रमेण इयङ् उयङ् उवन् आदेशः भवति तर्हि अस्माकं निमित्तमस्ति अजादि इति एव अस्ति. अत्र न उक्तमस्ति अपित् पित्ति सर्वं विद्वत् इति किमपि नास्ति. तर्हि अचि इति एव अस्ति निमित्तमस्ति अचि इति अस्तु. किन्तु अत्र पश्यामः चेत् कुत्र कुत्र सम्भवति इति अग्रे श्नु इति अस्ति. श्नु इति तत्र त्यजामः इदानीम् अग्रे पश्यामः धातु भ्रू इति अस्ति भ्रू धातुः इति अस्ति तर्हि भ्रू प्रातिपदिकम् इति स्पष्टतया उक्तम्. अनन्तरमस्ति युवोः इति अस्ति युवोः इति षष्ट्यन्तं पदं खलु षष्ट्यन्तमस्ति तत् येन विधिस्तदन्तस्य इति वयं पूर्वं दृष्टवन्तः. इत्युक्ते युवोः इत्युक्ते इ वा इति इ उ इति पूर्णतया तस्य एव इति नास्ति अर्थः तदन्तस्य इति स्पष्टीकरोति. परिभाषासूत्रमस्ति येन इति तदन्तस्य इति तत्र संशयः नास्ति खलु. पूर्वमपि वयं दृष्टवन्तः युवोः इति येन विदित् तदन्तस्य इत्युक्ते उकारान्तङ्गम् इकारान्तङ्गम् इति अर्थः भवति. तर्हि श्नु इति अस्ति तदेव महोदय माहं श्रुतवती महोदयस्य ध्वनिमुद्रं तत् तस्य वितरणं भवति प्रत्ययग्रहणे तदन्तः ग्राह्याः. अत्र श्नु इति यदि वयं येन विदिस्तदन्तस्य इति उपयुज्य पश्यामः चेत् प्रायः किं वक्तुं शक्नुमः मम कल्पनायाम् अहं वदामि अश्नु इति अहम् एकम् अस्माकम् एकम् अङ्गमस्ति चेत् तत्र येन विदिस्तदन्तस्य इत्यनेन तत्र ग्रहणं भवति. किन्तु अस्माकम् उद्देशः तथा नास्ति. अस्माकम् उद्देशः अस्ति श्नु प्राति प्रत्य अन्तस्य इत्येव अस्माकम् उद्देशः अस्ति. तर्हि तस्य ग्रहणं प्रत्ययग्रहणे तदन्ताः ग्राह्याः. यदि प्रत्ययः पश्यति चेत् तस्य अर्थं भवति अन्तः प्रत्यान्तम् अङ्गस्य एव ग्रहणं भवति प्रत्य साक्षात् प्रत्ययस्य इति नास्ति इति तत्र परिभाषा स्पष्टीकरोति. संशयः अस्ति वा अत्र कस्यापि? अस्तु, तर्हि अस्माकं प्रश्नः उदेति अत्र न उक्तमस्ति खलु, निद्वत् अस्ति चेत् अभिष्णुदात्त ब्रुवां द्योरिवङ्गौ, निद्वद् नास्ति चेत् सार्वदातकार्थ, तत्र स्पष्टतया उक्तमस्ति सार्वदातकार्थदातकयोः इति. अस्तु, तर्हि अस्माकं कार्यमस्ति रियोगः खलु, तर्हि द्वादिगणे आसीत् चेत् सार्वदातकार्थ इति कार्यं करोति. सुधादि अस्ति चेत् वयं दृष्टवन्तः तत् प्रभादे अतिष्णुदात ध्रुवां युरुवङ्गु इति इत्यस्य कार्यं सम्भवति इति. किमर्थं कथं उभयत्र द्वौ धातौ अपि कार्यं कर्तुम् इच्छति तत्र, किमर्थम् अतिष्णुदातृध्रुवं फलितार्थः तत्र कथं भवति इत्युक्ते, यदि अत्र वयं सूत्रसङ्ख्या पश्यामः, अतिष्णुदातृध्रुवं युवर्वङ्गु षष्ठम् अध्याये अस्ति, सार्वदात्तकार्धदातृत्ययोः चिन्तयामि सप्तम अध्याये अस्ति खलु, कुत्र अस्ति सप्तमाध्याये तृतीयसूत्रम् इत्यस्मात् तत्र कार्यं भवति. अस्तु, तर्हि पूर्वसूत्रमस्ति किन्तु अस्माकं सुदादिगणे अपि तथा भवितुमर्हति, किन्तु अस्माकं निच्च इति सूत्रं वदति, निच्च इति कथमस्ति, निच्च इति विधिसूत्रमस्ति, समानस्तरे सार्वदात्तकार्धतयोः निति निति च द्वौ अपि कार्यं कर्तुम् इच्छति, किन्तु निति च विधिसूत्रमस्ति, नित्यसूत्रं भवति, तर्हि सार्वदातकयोः कार्यं न सम्भवति. अग्रिमं किं कर्तव्यं, किं किं कुर्यं, कर्तुं कार्यं कर्तुम् इच्छति, रियोगः आ इति इत्यस्मिन् स्तरे सार्वदात्तकार्धदातकयो तत्तु प्रभाद्य अतिष्णु, तदेव शेषं शिष्टमस्ति खलु, अतिष्णुधातुध्रुवाङ्गयोरिवङ्गौ इति, तर्हि तत्सूत्रमेव आगच्छति. किन्तु वादिगणे सार्वदातकार्धदातकयोः इति परसूत्रम् इत्यस्मात् तस्य प्रश्नः, तत्रापि द्वादिगणे अपि अतिष्णुदात्तध्रुवां युवरिङ्गो इति सूत्रमपि कार्यं कर्तुम् इच्छति, किन्तु न सम्भवति. किमर्थम् इत्युक्ते सार्वदात्तकार्तिकार्तिकयोः परसूत्रमस्ति, तस्य प्रसक्ति बलवद् भवति इत्यस्मात्. संशयः अस्ति वा, पुनः वक्तव्यं वा मया? एकवारं वदतु भगिनि. प्रथमतया अस्माकं भूवादिगणं पश्यामः, अस्माकं सुदादि श्रीयोगः अ इति अस्ति खलु, तत्र किं किं सूत्रं कार्यं कर्तुम् इच्छति, सार्वधातुक अर्धधातुकयोः आगत्य कार्यं कर्तुम् इच्छति. किमर्थम् इत्युक्ते श इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, केन सूत्रेण किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा भवति खलु, तर्हि सार्वधातुक अर्धधातुकयोः कार्यं कर्तुम् इच्छति, निति च अपि कार्यं कर्तुं, सार्वधातुक अर्धधातुकयोः किं वदति, गुणकार्यं भवतु इति वदति, निति च किं वदति, गुणकार्यं मा इति वदति, निषिद्धम् इति वदति. तर्हि कस्य सूत्रस्य प्रसक्तिः भवति अत्र इति पश्यामः. यदि सार्वधातुक अर्धधातुकयोः प्रथमं कार्यं करोति चेत् भवतु रे इति भवतु, रि रे भवति गुणकार्यं भवति, रे भवति, पुनः निति च आगत्य सार्वधातुकम् अपि निति च इति आगत्य किं वदति, गुणकार्यं मास्तु इति वदति, तर्हि किं भवति, निति च पुनः कृत्वा वयं किं कुर्मः, रि इति एव लिखामः, तर्हि तत् नित्यसूत्रं भवति. अस्तु, तर्हि नित्यसूत्रम् इत्युक्ते एकसूत्रं वयं सूत्रद्वयं कार्यं कर्तुम् इच्छति, यदि प्रथमसूत्रं कार्यं कृत्वा तथापि द्वितीयसूत्रस्य प्रसक्तिः तत्र अस्ति चेत् द्वितीयसूत्रमेव तत्र कार्यं करोति, प्रथमसूत्रस्य फलं नास्ति तत्र. अस्तु, तर्हि निति च इत्यनेन गुणकार्यं निषिद्धं भवति, न आगत्य कार्यं करोति खलु, निषेधः भवति, नित्यसूत्रमस्ति तर्हि प्रतियोगः अ इति एव तिष्ठति. अस्तु, अग्रे पश्यामः किं किं किं कार्यं कर्तुम् इच्छति इति. अत्र सार्वधातुक अर्धधातुकयोः परसूत्रमासीत्, किन्तु अत्र कार्यं न कृतं, किमर्थमित्युक्ते निति च उक्तवान् कार्यं मा करोतु इति, गुणकार्यं मा इति. तर्हि शिष्टं किं भवति, अतिष्णुदातु ब्रुवां युवरिवङ्गौ अस्ति, इको एनचि अस्ति, कार्यद्वयम् अस्ति. तर्हि एतत् सूत्रयोः कः सूत्रः बलवद्भवति, तत् एव बलवत् भवति. किमर्थम् इत्युक्ते न्यूनं कार्यक्षेत्रम् न्यूनं कार्यं न्यूनं कार्यं अन्यत्रापि कार्यं करोति. अनेके स्थानेषु श्नुदात् श्नु प्रत्यान्तमङ्गं चेत् नो चेत् धातु ऊ अङ्गस्य इकारान्तङ्गस्य इति अपि अस्ति खलु. कार्यक्षेत्रं न्यूनमस्ति तत्. अपवादसूत्रं यदि वदामः चेत् तस्य तु भवती एक एव स्थाने कार्यं कर्तुं शक्नोति. तत् अपवादसूत्रम् इति वदामः. यत्र एक एव स्थाने कार्यं कर्तुं शक्नोति तत्र कार्यं न करोति चेत् निरवकाशं भविष्यति. तर्हि तादृशसूत्रम् अपवादसूत्रं भवति. अत्र तादृशकार्यं नास्ति. तत्र तु न्यूनं कार्यक्षेत्रम् इति अस्ति. इको इन्नस्य इति बृहत् कार्यक्षेत्रमस्ति. वर्णनिमित्तिकं कार्यं खलु खलु. वयं यत्र एकं वाक्यं वा एकं शब्दं वा लिखामः चेत् तत्रापि इको इन्नस्य कार्यं करोति खलु. इति अस्ति इति अस्ति इति लेखितुं शक्नुमः. सर्वत्र तस्य कार्यं भवति. किन्तु अशिष्णु दातृ भवान् तत्र कार्यं कर्तुम् इच्छति वा कर्तुं शक्नोति वा? न शक्नोति. किमर्थम् इत्युक्ते तत्र प्रत्ययनिमित्तिकं कार्यं भवति. अशिष्णु दातृ भवान् युवरिव भवति. तर्हि प्रत्ययनिमित्तिकं कार्यस्य बलम् अधिकं भवति. किमर्थम् इत्युक्ते कार्यक्षेत्रं न्यूनम् इत्यस्मात्. मनसि भवेत् यत् अस्मिन् सूत्रे कितिङिति इति न उक्तं, परन्तु प्रत्ययः कित् ङित् नास्ति चेत् इगन्तानां धातूनाम् इकः गुणः, अतः तत्र अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इत्यस्य प्राप्तिः नास्ति. तत्रापि प्रसक्तिः आसीत्, परन्तु सार्वधातुकार्धधातुकयोः इत्यस्य परसूत्रत्वात् बलवत्. इदमेव भवति इदानीम् उक्तवती किल भगिनि, परसु बलमिति. अग्रे पठामि वा? अनेकाल्षित् सर्वस्य इति सूत्रं वक्ति यत् आदेशः अनेकाल् अस्ति चेत् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः, तर्हि सर्वस्य नाम सर्वाङ्गस्य स्थाने आदेशः आयाति. इयङ् इत्यस्मिन् आदेशे ङकारयोः इत्संज्ञा भवतः, अतः इ इति अवशिष्यते. इ इत्यस्मिन् एक एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः इ इति द्वौ वर्णौ स्तः, अतः अनेकाल् अस्ति. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः. तर्हि अत्र पूर्णस्य रि इत्यस्य स्थाने इयङ् भवतु इति इदं सूत्रं विदधाति. परन्तु ङिच्च अनेकाश्चित् सर्वस्य इत्यस्य अपवादभूतसूत्रम्. ङिच्च इति सूत्रेण आदेशः ङित् चेत् तर्हि अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः. अतः रीधातौ इकारस्थाने ई आदेशः. अत्र तात्पर्यमेवम् अस्ति. प्रथमतया अलोन्त्यस्य इति सूत्रं कार्यं करोति. अलोन्त्यस्य सूत्रस्य अर्थमस्ति अन्तिम अल् वर्णस्य स्थाने एव आदेशः भवति इति. परन्तु अनेकाश्चित् सर्वस्य वदति पूर्णतया सर्वादेशः आगच्छति तत्र. अनेकाल् तु एकः वर्णः नास्ति, अनेकवर्णाः सन्ति. तत् पूर्णतया सर्व अङ्गस्य स्थाने एव आयाति इति. अतः अलोन्त्यस्य इति सूत्रस्य अपवादसूत्रं भवति अनेकाल्षित् सर्वस्य. तर्हि इदानीं सर्वादेशः सन्ति. परन्तु पुनः ङिच्च इति सूत्रं वदति यदि अनेकाल्षित् सर्वस्य अनेन सूत्रेण सर्वादेशः भवति. परन्तु ङिच्च वदति यदि ङित् अस्ति परे तर्हि तत् सूत्रं प्रभाद्य अन्तिमस्थानस्य एव अन्तिमवर्णस्य स्थाने एव आदेशः भवतु इति. किमर्थमिति अपवादसूत्रम् इति वदामः. पुनः पृच्छतु. किमर्थं निच्च अपवादसूत्रम् इति वदामः? निच्च अपि नित्यति एकस्य कार्यक्षेत्रे एव भवितुम् अर्हति. यदि तथा न भवति निरवकाशं भवति. अनेकाश्चित् सर्वस्य अपवादसूत्रम् इत्युक्ते तस्य पुत्रस्य एक एव क्षेत्रे तस्य एक एव स्थाने तस्य प्रसक्तिः कार्यं भवति. यदि वयं न तत्र कार्यं स्वीकुर्मः चेत् करोति चेत् सूत्रमेव निरवकाशं भविष्यति. तथा तर्हि अपवादसूत्रम् इति वदामः. तथा अस्ति चेत् अपवादसूत्रम् अन्तरङ्ग अपवादयोः भेदः कः इति. अन्तरङ्ग इत्युक्ते कार्यक्षेत्रं न्यूनं, किन्तु अपवादसूत्रम् इति एक एव कार्यक्षेत्रं तत्र कार्यं न करोति चेत् स्थिरावकाशं भविष्यति. कुत्रापि तस्य प्रसक्तिः नास्ति. अत्र निच्च वदति यत्र आदेशः नित् अस्ति तत्र एतस्य कार्यस्य सूत्रस्य कार्यं भवति. नो चेत् एतस्य कार्यस्य एव आवश्यकता नास्ति. अनेकाश्चित् सर्वत्र अधोंसति इति सूत्रद्वयमेव स्तः. तर्हि निश्च अपवादसूत्रम् इति वदामः. तस्य बलम् अधिकं भवति. किमर्थमित्युक्ते अत्र पश्यामः अलोङ्कस्य अनेकाश्चित् सर्वस्य परसूत्रमस्ति, किन्तु निश्च पूर्वसूत्रमस्ति. सूत्रसङ्ख्या पश्यामः चेत् परसूत्रं बलवद् भवति अनेकाश्चित् सर्वस्य, किन्तु निश्च किमर्थं बलवद् भवति इत्युक्ते अपवादसूत्रम् इत्यस्मात् बलवत् भवति. पुनः अस्मिन् अवसरे नित्यसूत्रस्य निमित्तम् अस्ति नित्. अत्र इयङ् उवङ् द्वयोरपि ङकारः नित् अस्ति. पुनः अकारस्य ङकारस्य लोपानन्तरम् इ एव अवशिष्यते. अतः रि धातौ स्थाने इ आदेशः. अन्तिमवर्णस्य इकारस्थाने इ आदेशः किमर्थम् इको एनचि आयते एतत्तु श्नुधातुभ्रुवां युवोः इयङ् उवङ् उवङ्गौ अनेन सूत्रेण ई स्थाने इयङ् तत्र ई आदेशः इति यण् सन्धि नास्ति. आं भगिनि. अनेकाश्चित् सर्वस्य आदेशः अनेकाल्, आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः. अथवा छित् चेत् सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. यस्य स्थाने आदेशः आदिष्टः सः स्थानी. इदं सूत्रम् अलोङ्क्यस्य इत्यस्य अपवादः. न एकः अनेकः नञ्च तत्पुरुषः अनेके अल् यस्य सः अनेकाल् बहुभिः. शकारः इत् यस्य सः षित् बहुभिः. अनेकाल् च षित् अनेकाल्चित् समाहारद्वन्द्वः. अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रम्. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने. एतत् सूत्रं वदति आदेशः एक एव वर्णः न अनेके वर्णाः भवति इति, स्थाने भवति इति. अथवा षित् चेत् अपि अनेकाश्चित् सर्वस्य सूत्रं कार्यं करोति. अलोन्त्यस्य इति सूत्रस्य अपवादः. अलोन्त्यस्य सूत्रम् एक एव वर्णः आदेशः भवति. अत्र तु अनेके वर्णाः तदानीमेव अनेकाचित् सर्वस्य स्थाने इति अनुवृत्तिसहितसूत्रम्. निच्च नित् आदेशः अनेकाचिदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाचित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाचित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः. ञकारः इत्यस्य सः ङित् बहुव्रीहिः ङित् प्रथमान्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. अलोन्त्यस्य इत्यस्य अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं निच्च अन्त्यस्य अलः स्थाने. निच्च नित् आदेशः भवत् अनेकाचेदपि अन्त्यस्य एव अन्त्यस्य स्थाने एव आदेशः भवति यदा नित् अस्ति चेत्. एतत् सूत्रं तु अनेकाचित् सर्वस्य सूत्रस्य अपवादसूत्रमस्ति. निच्च अन्त्यस्य अलः स्थाने अन्त्यस्य अलः स्थाने निच्च इति वा रीगतौ इति अस्ति चेत् री धातुः तुदादिभ्यः श इति विकर्णप्रत्ययः अनुबन्धलोपानन्तरम् अविशिष्यते. रीयोगः अ अचिष्णु धातु गुवां युवोर्युवङ्गौ इति सूत्रेण अचि परे इयङ् आदेशः भवति प्रथमतः. इर् योगः य इ योगः अ रिय इति अङ्गं भवति. रिय योगति रियति इति लटीरूपम्. तदानीमेव चत्वारः इकारान्तदातवः सन्ति. रीगतौ पीगतौ धीगतौ शीगतौ. सर्वेषाम् अर्थः गच्छति अपि च सर्वेषां कार्यं री यथावत् अतः रियति पियति धियति शियति इति भवति. बहु धन्यवादः. तर्हि एतावत् पर्यन्तं वयं किं चर्चित किं किं चर्चितवन्तः तत् सर्वं स्पष्टं वा? तर्हि अग्रे किमपि नूतनविषयः नास्ति. एतत् स्पष्टं चेत् पठित्वा गच्छामः सरलतया. सुब्रह्मण्यं पठति वा? उकारान्त ऊकारान्तधातवः षड् धातवः. श इति विकरणप्रत्ययः अजादिः. अपित् इति उक्तं. तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते. अचि श्नु धातुभ्रुवां युवो रियङ्गुवङ्गौ. अनेन उकारान्तधातूनां वङ् आदेशः भवति अजाद्यपिति प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. सुदादिगणीयः गु पुरुषोत्सर्गे इति धातुः. अत्र यथा वयम् इकारान्तधातवः कथं धातुतः अङ्गं कथं निष्पन्नं भवति इति दृष्टवन्तः. इदानीम् उकारान्त धातुतः अङ्गं कथं निष्पन्नं भवति इति परिशीलयामः. अत्र श इति विकरणप्रत्ययः तत् अजादिः अस्ति. अपि तदि अपि अस्ति. तस्मात् कारणात् अत्र पुनः अचिष्णु धातुभ्रुवां युवो रियङ्गुवङ्गौ सूत्रं कार्यं करोति. इत्युक्ते अत्र उकारान्तधातुः अस्ति. तत्कारणात् उकारस्य स्थाने वङ् आदेशः भवति, न तु यथा भुवादिगणे वा सामान्यधातवः तृतादिगणे अस्ति तथा न परिवर्तनं भवति. अत्र उदाहरणं दत्तमस्ति. तुदादिगणीयः धातुः गु इति अर्थमस्ति पुरुषोत्सर्गे इति. अत्र प्रथमबिन्दुः अस्ति अयं गु धातुः यदि भूवादिगणे अभविष्यत्. एकनिमिषं, पुरीषोत् उत्सर्गे इत्युक्ते कः न अवगच्छामि. इत्युक्ते अत्र यदि मलविसर्जनमिति अहं चिन्तयामि भगिनि, पुरुषम् इत्युक्ते मलविसर्जनं भवति खलु, तत् इति अहं चिन्तयामि. अस्तु अस्तु, धन्यवादः. तथैव अस्ति खलु भगिनि? आं भगिनि, तदेव. एका कथा अस्ति तस्मिन् समये महोदयेन उक्तवान् पुरीशम् इत्युक्ते किम् इति. तदेव महोदय, अत्र धातुपाठे अपि उक्तम् अस्ति. अस्तु अस्तु, धन्यवादः. परिशोत्यर्गे पुरुषोत्सर्गे कर्तयाम. अयं गुधातुः यदि भ्वादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयाम. गुयोगः लट्, गुयोगः ति, गुयोगः शप् योगः ति, गुयोगः आयोगः ति. सार्वधातुक अर्थधातुकयोः इत्यनेन गुणः. गो योगः आ योगः ति. एचोयवायावः इत्यनेन अवादेशः. गव् योगः आयोगः ति गवति. इदं केवलं चिन्तनार्थम्. अयं गुधातुः भ्वादौ नास्ति, अतः इदं रूपं न सम्भवति. अत्र वदति यदि एतद् गुधातुः भ्वादिगणे अभविष्यत् तर्हि तत्र भ्वादिगणे लट् रूपं किं भवति इति, किम् अभविष्यत् इति चिन्तनमस्ति. तत्र गुयोगः लट्, गुयोगः ति इति रूपम् आगच्छति. स्वादिगणे शप् विकरणप्रत्ययः, अतः गुयोगः शप् योगः अपि. शकारपकारयोः लोपानन्तरं गुयोगः आयोगः अति. सार्वधातुक अर्थधातुकयोः इत्यनेन गुणः सम्भवति. अतः गु गो इति आगच्छति. गो योगः आयोगः अति. अत्र एचोयवायावः इति सूत्रेण अव् आदेशः भवति, अतः ओकारस्थाने औ इति गौ योगः आयोगः ति गवति इति रूपम् आगच्छति. किन्तु एतत् गु धातुः वादिगणे नास्ति, अतः एतद् रूपं न आगच्छति. अस्मि, शृणोति. यदि यदि तृतादिगणे सामान्य तृतीयर्ड् ओके वस्तुस्थितिः का इति अग्रे पश्येम. गु योगः लट्, गु योगः ति, गु योगः श योगः ति, गु योगः आ योगः ति. सार्वधातुक अर्धधातुकयोः इत्यनेन गुण प्राप्तिः. सार्वधातुकम् अपित् इत्यनेन श निद्वत् किति च इत्यनेन गुणनिषेधः. गु योगः आ योगः ति इको एनचि इत्यनेन यण् सन्धे प्राप्तिः. श प्रत्ययः अजादिः अपित् अतः अचि श्नुधातु ब्रुवां व्योरि वौ इत्यनेन यण् सन्धिः प्रभाद्य ऊङ् आदेशः भवति. अद्य विवरणं दत्वा अद्यापि विवरणं त्वं दीयते इति गु लट् यत्तु द्वादिगणे द्वादिगणे अस्तु तत्तु दृष्टवन्तः द्वादिगणे आसीत् किन्तु अजादि इत्यस्मात् अत्र सार्वधातु गुणकार्यं निषिद्धम् इति चैत्यनेन सार्वधातुकम् अपिज्ञति चैत्यनेन किमर्थम् इत्युक्ते अपि अस्ति अतः इको एनसि इति कार्यमपि न करोति सार्वधातुक अर्धधातुकयोपि न कार्यं कर्तुम् इच्छति यन् सन्देः प्राप्तिः भवति इको एनसि भवितुमर्हति नो चेत् अचिष्णुधातुध्रुवं द्वयोर्वं भवति भवितुमर्हति किन्तु अचिष्णुधातुध्रुवं द्वयोर्वप इति सूत्रम् अन्तरङ्गसूत्रम् उवङ्गादेशः भवति इकारान्तस्य यत् यत् वयं दृष्टवन्तः समानकार्यम् अत्र अपि भवति क्षम्यतां भगिनी म्यूट् मध्ये आसीत् अचिष्णु धातुभ्रुवां योर्युवङ्गौ इयङ्गुवङ्गौ इत्यस्य अर्थः उपरि दत्तः अत्र गु धातुः उकारान्तः अतः उकारस्य स्थाने उवङ्गादेशः न तु इयङ् इत्येव भेदः समानं यथा वयं पूर्वं पश्यामः दृष्टवन्तः इयङ् आदेशस्य तथैव एव उवङ्गादेशस्य अपि यतोहि सूत्रेण उक्तं यत् इकारान्तधातोः स्थाने इयङ् उकारान्तधातोः स्थाने उवङ् तदा उवङ् आदेशः कस्य स्थाने इति चेत् पुनः अनेकाश्चित् सर्वस्य इत्यस्य अपवादे णिच् सूचयति णित्वात् अन्त्यस्य एव आदेशः इति अतः यण् प्रभाद्य उवङ् आदेशः भवति अन्त्यस्य उकारस्य स्थाने एतदपि वयं पूर्वं दृष्टवन्तः अन्तिम अल्वर्णस्य स्थाने एव णिच्छसूत्रं कार्यं कृत्वा उवङ्गपि णित् अस्ति तत्र अकारस्य ङकारस्य लोपानन्तरम् उव इति अवशिष्यते अन्तिम उकारवर्णस्य स्थाने उव इति आदेशः भवति अतः उदाहरणमस्ति गु धातुः पुरिषोत्सर्गे गुयोगः श तुदादिगणस्य विकरणप्रत्ययः गुयोगः अ अचिष्णुधातुभ्रुवां यो रियङ् उवङ्गौ इत्यनेन अचीपरे उवङ्गादेशः गकारस्य उत्तरवर्ति उकारस्य स्थाने इदानीम् उव् इति आगच्छति तदनन्तरं विकरणप्रत्ययस्य अ इति रूपमस्ति गुव इति अङ्गं भवति गुवति इति रूपं निष्पन्नं अग्रे पठामि वा समान एव अस्ति अत्रापि तुदादिगणे षट् उकारान्तधातवः अस्ति घु धृ कुङ् नु धु षु येषां सर्वेषां कार्यं घु धातोः यथावत् अतः गुवति ध्रुवति कुवते नित् अतः आत्मनेपदी धातुः नुवति ध्रुवति स्रुवति हा यत्र कुत्रापि नित् अस्ति सूत्रमस्ति किल भगिनि अनुदात नित् आत्मनेपदमिति अतः एतेषां सर्वेषां नित् अस्ति इति आत्मनेपदी धातवः अस्ति न कुवते एव आत्मनेपदी तत्रापि ङित् आगच्छति किल उवङ् इत्युक्ते कुङ् इति तत्र ङित् भवति खलु धातोः ङित् धातुः हा कुङ्ग अत्र एव अस्ति धातुः आम् आम् हा घूपुरुषोत्सर्गे गुवति इति ध्रुव गतिस्थैर्ययोः गच्छति स्थिरः भवति इति अर्थः ध्रुव इति अङ्गं ध्रुवति इति रूपं कुङ् शब्दे ध्वनिं करोति कुव इति अङ्गं कुवते इति रूपं नु स्थवने स्तुतिं करोति प्रशंसां करोति नो नः इति अनेन सूत्रेण नकारेण धातौ धातोः आदौ नकारः न भवति अतः नोः न इति परिवर्तनं भूत्वा नुव इति अङ्गं नुवति इति रूपं धू विधूनने भादति कम्पनं कारयति धुव इति अङ्गं धुवति इति रूपं शुप्रेरणे प्रेरयति अत्रापि धात्वादे शः सः इति कारणेन सकारः भवति सुयोगः श सुव इति अङ्गं सुवति इति रूपम् आं भगिनि ऋकारान्तदातवः उदादिगणे चत्वारः ऋकारान्तदातवः सन्ति मृङ् पृङ् दृङ् दृङ् च इमे सर्वे ङितः अतः अनुदात्तिङ्गत् अनुदात्त इङ्गित् आत्मनेपदम् इत्यनेन आत्मनेपदिनः तुदादिगणे शपं प्रपाद्य श विकरणप्रत्ययः आयाति इति ज्ञातं तस्मात् कारणात् अत्र रिङ्क्षयङ् लिङ्क्षु इति सूत्रं कार्यं करोति अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति श प्रत्ययः परे अस्ति चेत् क्रमेण इदं कार्यम् अवलोकयेम तुदादिगणीयः मृङ् प्राणत्यागे इति धातुः अत्र ऋकारान्तदातवः चत्वारः धातवः तुदादिगणे सन्ति मृङ् पृङ् दृङ् दृङ् च सर्वे ङितः अस्ति अतः अनुदात्त ङित आत्मनेपदम् इति सूत्रेण सर्वे आत्मनेपदिन धातवः सन्ति तुदादिगणे तुदादिगणे तु श विकरणप्रत्ययः तत्र तस्मात् कारणात् रिङ् शयङ् लिङ्क्षु तत् अपि तपि अस्ति रिङ् शयङ् लिङ्क्षु इति सूत्रम् अत्र कार्यं करोति अनेन तत् सूत्रेण ऋकारान्तधातूनां रिङ् आदेशः भवति यथा श प्रत्ययः परः अस्ति चेत् ऋकारान्तधातूनां रिङ् आदेशः भवति मृङ् प्राणत्यागे इति सूत्रम् इति धातुः प्रथमं स्वीकर्तुं स्वीकृत्वा कार्यम् अस्ति प्रथमः अस्ति अयं रिङ् धातुः यदि भुआदिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम नकारस्य इत् संज्ञा अतः मृ अवशिष्यते ङित् अतः अनुदत्त अङ्गित आत्मनेपदम् इत्यनेन आत्मनेपदी धातुः यदा मृङ् धातुः द्वादिगणे अस्ति चेत् नकारस्य ङकारस्य इत्संज्ञा अतः मृ एव अवशिष्यते आत्मनेपदीरूपं भवति मृयोगः शप् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति ऋकारस्य स्थाने अर् भवति मर् योगः अ मर इति अङ्गं मर योगः ते मरते इति आत्मनेपदीरूपम् इदं केवलं चिन्तनार्थम् अयं मृङ् धातुः भुआदौ नास्ति अतः इदं रूपं न सम्भवति भुआदिगणे नास्ति तत्तु तुदादिगणे विशिष्टधातवः सन्ति अतः मरते इति रूपं न सम्भवति द्वितीयं बिन्दुः अस्ति यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयामः अत्र मृयोगः श मृयोगः अ सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श नित्वत् निति च इत्यनेन गुणनिषेधः, इको एनचि इत्यनेन एन् सन्धेः प्राप्तिः, तत्कारणात् तत्र मृ इति अङ्गं मृयोगः ते मृते. इदं केवलं चिन्तनार्थं. वास्तवे इको एनचि बाधितम् अस्ति, अतः इदं रूपं न सम्भवति. अत्र द्वितीयं बिन्दुः अस्ति, यदि मृङ् धातुः तुदादिगणे सामान्यचिन्तनम् उपयुज्य परिवर्तनं करिष्यामः तर्हि लटिरूपं किं भवति इति दत्तमस्ति. मृयोगः शशविकरणप्रत्ययः, अत्र षित् अस्ति, तत्कारणात् मृयोगः आ. षित् सार्वधातुकमस्ति, तत्कारणात् सार्वधातुकार्धधातुक इत्यनेन गुणप्राप्तिः, परन्तु तत् अपित् अपि तत्कारणात् सार्वधातुकम् अपित् इत्यनेन अनन्तरं तत्तु नित् अपि अस्ति, तत्कारणात् गुणनिषेधः भवति. अनन्तरं युको एनर्जि ऋकारः इकः इक् प्रत्याहारे अस्ति, इको एनर्जि इत्यनेन यन् सन्धेः प्राप्तिः भवितुमर्हति. इत्युक्ते अत्र ऋकारस्य स्थाने अर् आगच्छति, परन्तु अत्र इको एनचि इक् अत्र रेपः एव आगच्छति ऋकारस्य स्थाने. मु योगः म योगः म्र इति अङ्गं निष्पन्नं भवति, म्रयोगः ते म्रते. परन्तु अत्र सामान्यचिन्तनं न करणीयमस्ति, तदादिगणीयसामान्यचिन्तनं न करणीयं. किमर्थं चेत् अत्र मृङ् धातुः विशेषधातवः धातुः अस्ति, तत्तु ऋकारान्तधातुः, तत्कारणात् वस्तुस्थितिः तु भिन्नः. तत् तृतीयं बिन्दुः तृतीयः बिन्दुः रूपेण विवरणं दत्तमस्ति. अत्र अहमेव पठामि भगिनि. तृतीयमस्ति, वस्तुस्थितिः का इति अग्रे पश्याम. मृङ् प्राणत्यागे मृयोगः श विकरणप्रत्ययः, अत्र मृयोगः आ. अनन्तरम् इको एणचि इत्यस्य प्राप्तिः, तत् प्रबाध्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः, सार्वधातुकम् अपित् इत्यनेन अपित्वात् नित्वत् निति च इत्यनेन नित्वात् गुणनिषेधः, अनन्तरं ऋङ् शयङ्लिङ्क्षु इत्यनेन शप्रत्यये परे ऋकारान्तस्य अङ्गस्य ऋङ् आदेशः, मृधातोः पूर्णतया स्थाने रि, निच्च इत्यनेन आदेशः निश्चेत् तर्हि अनेकाल्चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः, म योगः रि योगः आ, मृ योगः आ, इको एनचि इत्यनेन एन् सन्धेः प्राप्तिः, शप्रत्ययः अजादिः, अतः एन् सन्धिः प्रबाध्य अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इत्यनेन यङ् आदेशः. अत्र यङ् आदेशः नित्, अतः निच्य इत्यनेन अन्त्यस्य एव आदेशः, इकारस्य स्थाने इ आदेशः. इत्युक्ते अत्र मृयोगः इ योगः अ मृय, मृयोगः अ मृय, इति अङ्गं म्रियोगः ते म्रियते इति तिङ्प्रत्ययः निष्पन्नः भवति. अत्र विवरणमस्ति वस्तुस्थितिः का इति. मृङ् अर्थः अस्ति प्राणत्यागे. मृयोगः श प्रथमं तु अत्र षकारः षित् अस्ति, तत्कारणात् मृयोगः आ. अत्र इको एनचि इत्यस्य प्राप्तिः, परन्तु तत्प्रबाध्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः, तत्तु अहं सम्यक्तया न अत्र परसूत्रमित्यस्य बलं कारणं भवति भगिनि. इको एनचि इति, इको एनचि इति तु साधारणवर्णनिमित्तिककार्यं भवति. वर्णनिमित्तिकं कार्यं भवति, सार्वधातुकार्थत्वम् इति अङ्गनिमित्तिकं कार्यं भवति. तर्हि बलवद् भवति, परसूत्रम् अस्ति, वर्ण अङ्गकार्यमस्ति, बलवद् भवति. अङ्गकार्यम् इत्युक्ते न्यूनं क्षेत्रं भवति, तर्हि अतः अन्तरङ्गसूत्रमपि भवति. किञ्चित् अन्तरङ्गं वा अपवादं वा नास्ति चेत् पूर्वसूत्रम् अन्तरङ्गम् आसीत् चेत् इको एनचित्यस्य एव कार्यं भवति. किन्तु अत्र सार्वधातुकार्थस्य परसूत्रमेव अन्तरङ्गसूत्रमस्ति, अतः तस्य एव कार्यम्. अस्तु, परसूत्रमपि परसूत्रम् अन्तरङ्गसूत्रमपि अनन्तरं इको एनचि प्रबाध्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः भवितुम् अर्हति, परन्तु विक्षातु अपित् अस्ति, तत्कारणात् सार्वधातुकम् अपित् आगच्छति. अपित् तु नित्वत् निति च इत्यनेन गुणनिषेधः भवति. अनन्तरम् अत्र रिङ् शयग्लिङ्क्षु इत्युक्ते षकारप्रत्यये शप्रत्ययपरे यः ऋकार अन्तस्य अङ्गस्य रिङ् आदेशः भवति. इत्युक्ते अत्र मृ ऋकारः अस्ति, तदनन्तरं श अस्ति विकरणप्रत्ययः. तत्कारणात् अत्र रिङ् शयग्लिङ्क्षु इत्यस्य कार्यं भवितुम् अर्हति. अत्र चिन्तनमस्ति पूर्णतया अथवा पूर्णधातु स्थाने रिङ् आदेशः भवति, अथवा अन्त्य ऋकारस्य स्थाने एव रिङ् आदेशः भवति इति. अत्र रिङ् तु निट् अस्ति इत्यनेन आदेशः यदि अनेकाल् रिङ् तु अनेकाल् अस्ति, तदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः भवति. इत्युक्ते अत्र ऋकारस्य स्थाने एव रिङ् आदेशः भवति. तत्कारणात् म योगः रि योगः आ अत्र वर्णमेलनं कृत्वा मृयोगः आ भवति. अनन्तरम् अत्र इकारः अस्ति, इको एनचि इत्यनेन यन् सन्धि यन् सन्धेः प्राप्तिः भवति, परन्तु अत्र जादि अपि ततः यन् सन्धिः प्रबाद्य परन्तु अत्र अन्यसूत्रं यथा वयं दृष्टवन्तः प्रथमम्, अत्र षकारः अजादिः अपि अतः यन् इको एनचि कार्यं न करोति, परन्तु अत्र अचि श्नुधातुभ्रुवां युवो रियङ्गुवङ्गौ इत्यस्य कार्यं भवति. इत्युक्ते अत्र यङ् आदेशः भवति. अत्र यङ् आदेशः पुनः अन्तिम इकारस्य स्थाने एव भवति. किमर्थं चेत् अत्र तत्तु नित् अपि अस्ति, इयङ् नित् अस्ति तत्कारणात्. यद्यपि इयङ् अनेकाल् अस्ति, नित् अपि अस्ति तत्कारणात् निच इत्यनेन अन्तिम इकारस्य स्थाने एव आदेशः भवति. इत्युक्ते अत्र मृ अत्र मृयोगः इ तत् इ इकारस्य स्थाने इ आदेशः भवति. इत्युक्ते मृयोगः इय इ योगः अ मृय इति अङ्गं निष्पन्नं भवति. मृययोगः ते म्रियते, मृन्तु आत्मनेपदि नः अस्ति, तत्कारणात् म्रियते एव निष्पन्नः भवति. अस्तु, तर्हि अत्र प्रश्नः उदेति खलु, वयं दिवादिगणे दृष्टवन्तः इदितो नुन्द हृदयद्धातुः इति एकं सूत्रं दृष्टवन्तः खलु. तर्हि हृदयद्धातुः इति सूत्रं वदति यत् धातोः ऋकारस्य ह्रस्व इकारः भवतु. तर्हि तस्य सूत्रस्य अत्र प्रसक्ति तत्तु अहं न जानामि भगिनि. अस्ति खलु, ऋकारान्त अस्ति, ऋकारान्त अस्ति, तर्हि इकार आदेशः भवितुम् अर्हति खलु. तर्हि कथम् एतस्य रिंशु षट् लिङ्क्षु इति इत्यस्य प्रसक्ति बलवद्भवति इति इत्युक्ते रिंश् हृदयद्धातोः समानसूत्रमस्ति, कार्यक्षेत्रं बृहत् अस्ति, एतस्य कार्यक्षेत्रं न्यूनमस्ति, अतः बलवत् भवति अन्तरङ्गसूत्रं पुनः समान अन्तरङ्गसूत्रम् इत्यस्मात् रिंशु इत्यस्य बलवत् भूत्वा तत् कार्यं करोति. अन्यसूत्रं कः किं सूत्रमस्ति भगिनि? दिवादिगणे श्रुतवान्. तर्हि तत् आसीत् चेत् मि मि इति भवति, मृ इति न, किन्तु मि इति भवति, मि इति भवति. अस्तु, भगिनी पठति वा? समयः अभवत्, तर्हि किञ्चित् शीघ्रं पठति. अत्र एकः प्रश्नः उदेति, यदा रिङ् आदेशः विहितः तदा मृ इति रूपम्, अस्यां स्थित्यां धातुसंज्ञा नास्ति किल? तर्हि अजिष्णुधातुभ्रुवां युवो जिवङ् वङौ इत्यस्य प्रसक्तिः कथम्? आदेशस्य योजनेन, आगमस्य योजनेन च धातुः धातुरेव तिष्ठति, स्वस्य धातुसंज्ञा तिष्ठति. मृ मृ इत्यस्य विकरणेन मृ तदानीं धातुः, तस्य धातुसंज्ञा तदानीम् अस्ति, यतः रि इति आदेशः. अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते, मृ मृ अयमपि धातुः. परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति. मृयोगः आ मृय श इति विकरणप्रत्ययः, तस्य पृथक् प्रत्ययसंज्ञा अस्ति, अतः तस्य संयोजनेन मृय इति अधुना धातुः नास्ति, अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते. मम पूर्णतया अवगमनं न अभवत् वा भगिनि? यस्ति इत्युक्ते अस्माकम् अतिष्णुधातु ध्रुवं युरो युवर्यङ्ग वदति श्नु धातु प्रत्ययः इति वदति खलु. तर्हि श्नु प्रत्ययः, नो चेत् यकारान्तधातुः क्षम्यताम् इकारान्तधातुः उकारान्तधातुः इति वदति. अत्र यत्र वयं रिङ् आदेशः अभवत् तर्हि मृ इत्येव धातुः अस्ति खलु, अनन्तरं रिङ् आदेशः अभवत्, आगमः अभवत्, तर्हि आदेशः अभवत्, तर्हि मृ इति नूतनधातुः अभवत् खलु. तर्हि सः मृ इति धातुः वा अङ्गं वा इति अस्माकं प्रश्नः उदे खलु. अतिष्णुधातुर्द्वा धातु अङ्गमस्ति चेदेव कार्यं करोति. तर्हि अम्रि इति अपि धातुः एव इति महोदयेन अत्र उक्तम्. किमर्थम् इत्युक्ते आगमः वा आदेशः वा भवतु, धातुः धातु एव तिष्ठति. यत् यत् यस्मिन् समये विकरणप्रत्ययः वा नो चेत् तिङ् वा नो चेत् अन्यप्रत्ययान् प्रत्ययेन सह मेलनं भवति तस्मिन् समये एव धातुसंज्ञा त्यक्त्वा अङ्गसंज्ञा भवति, तस्य अङ्गम् इति भवति. नो चेत् आगमस्य आगम आदेशस्य आगमस्य तु धातुः एव तिष्ठति. पूर्वं दृष्टवन्तः खलु अस्माकं मृङ् इति अस्ति, लोपः भवति, नकारस्य लोपः भवति, लोपः अपि आदेशः एव, लोपादेशः इति वदामः. तथापि मृ इति धातुः इति एव संज्ञा भवति खलु, मृ धातुः इत्येव वदामः खलु, मृ इति अङ्गम् इति न वदामः, मृ धातुः इति वक्तुं शक्नुमः. तर्हि लोपः वा आदेश, लोपः अपि आदेशः अस्ति व्याकरणलोके. तर्हि आदेशः वा आगमः भवतु. वयं द्वादिगणे दृष्टवन्तः खलु, इषु गमीयमां सहयति इति गम् धातोः गच्छ इति भवति, तत्रापि आदेशः भवति खलु. मकारस्य स्थाने चकारादेशः भवति, आदेशः भवति. तदनन्तरं चेच इत्यनेन चकारः अपि आगमः अपि भवति, तत्र आदेशः आगमः द्वौ अपि भवति. तथापि वयं गम् धातुः धातुः अस्ति, गच्छ इत्यपि, गच्छ इत्यपि धातुः एव अस्ति इति वदामः. तदङ्गं न भवति इति वा? हा, अङ्गम् अङ्ग यत् अङ्गम् इत्युक्ते परे प्रत्ययः अस्ति चेत् अङ्गं वक्तुं शक्नुमः, किन्तु धातुः एव, धातुसंज्ञा अपि भवति तस्य इति मम अवगमनम्. तर्हि भूधातु अस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः अनेन गुणप्राप्तिः भवति, तर्हि भू भो इति भवति. तदनन्तरम् एषयवायावः कारणेन भव इति भवति, भव इति भवति. विकरणप्रत्ययः अयोजनेन पूर्वं विकरणप्रत्ययस्य अङ्गं भवति भव इति. तर्हि भव इति, भव इति अङ्गं वदामः वा नो चेत् धातुरूपम् इति वदामः वा? कस्य भगिनि पुनः वदतु? प्रत्ययस्य पूर्वं यत्किमपि अस्ति तत् सर्वम् अङ्गम् इति उक्तवान् खलु, उक्तं खलु? तथा एव मम अपि अवगमनम्. तर्हि यत्किमपि परिवर्तनं भवति धातौ, तत् परिवर्तनात् नन्तरं तत् धातु एव वा अङ्गं वा इति मम धातुः संज्ञा अपि भवति इति मम अवगमनं. पुनः वदतु. धातुः संज्ञा अपि भवति इति मम चिन्तनम्. अङ्गं तु अस्ति, प्रत्यादौ प्रत्ययपरे अस्ति इत्यस्मात् अङ्गं भवति, किन्तु धातुः अपि भवति. किमर्थमित्युक्ते आदे विकरणप्रत्ययेन सह प्रत्ययेन सह मेलनं न अभवत् खलु, तर्हि धातुः इत्येव तस्य नाम भवति. अस्तु, इति मम अवगमनम्. तत् अतः एव वयं गम् धातुः गच्छ अपि धातुः इत्येव वदामः. तत्र आगमः अभवत्, गम् लोपः अभवत्, आगमः अभवत्, आदेशः अपि अभवत्, तथापि तस्य धातुः. मृङ् इत्यस्य नकारस्य लोपः अभवत्, लोपः इत्युक्ते आदेशः, तदपि मृ इति धातुः इति एव चिन्तयामः. यस्मिन् समये अकारम् अकारेण सह योजयामः तस्मिन् समये एव तस्य अङ्गम् इति एव संज्ञा भवति, धातुसंज्ञा शेषति. अरश्मि भगिनी उत्पाठति वा अग्रे? आम् भगिनी, तत्र पूर्वतनभागे उक्तं तत्र रिङ् श्यङ् शग्लिङ्षु इति सूत्रम् आगच्छति यदा शप्रत्ययः परे आगच्छति. अत्र मृ धातोः परे शप्रत्ययः आगच्छति चेत् तत् प्रत्ययस्य योजनात् पूर्वमेव एतत् रिङ् आदेशः सर्वं भूत्वा तत् म्रिय इति रूपम् आगच्छति, म्रि इति रूपं भवति. प्रत्ययः योजनं न अभवत् अतः म्रिय धातुः इव तिष्ठति, अङ्गं न भवति. न न न, म्रि धातुः, म्रि इति धातुः, म्रिय इति अङ्गं, म्रि म्रि तत्र क्षम्यतां क्षम्यतां, म्रि इति यकारः एव, वयम् अकारः योजयामः चेत् अङ्गं भवति, तदा अङ्गं भवति. अग्रे पठतु। सुदादिगणे चत्वारः ऋकारान्तधातवः, मृङ् प्राणत्यागे म्रियते, पृङ् व्यायामे कार्यनिमग्नः भवति प्रियते, दृङ् आदरे आदरं प्रकटयति द्रियते, दृङ् अवस्थाने स्थितः भवति जीवितः भवति ध्रियते, रिंशग्लिंषु ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति श प्रत्यये, यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे, शश्च यक्च लिङ्च तेषाम् इतरेतरद्वन्द्वः षग्लिङ्गः, तेषु षग्लिङ्षु रिङ् प्रथमान्तं षग्लिङ्षु सप्तम्यन्तं द्विगतमिदं सूत्रम्। अयं ईङिति इत्यस्माद् इ अकृत्सार्थ सार्वधातुकयो दीर्घः इत्यस्मात् असार्वधातुके रिङ् ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। इ असार्वधातुके शङ् लिङ्षु ऋतः अङ्गस्य रिङ्, अत्र सूत्रमस्ति रिङ् शङ् लिङ्षु इति। सूत्रं वदति ऋकारान्त ऋकारान्तः अङ्गस्य ऋकारान्तः अङ्गः अस्ति चेत् तत्र अङ्गस्य रिङ् आदेशः भवति। यदा शप्रत्ययः वा यक् प्रत्ययः वा यकारादि आर्थधातुक लिङ् प्रत्ययः वा परे आगच्छति तदा ऋकारान्तस्य अङ्गस्य स्थाने रिङ् आदेशः भवति इति। अत्र यकारादि आर्थधातुक लिङ् प्रत्यय लिङ् लकारस्य आर्थधातुक यकारादि प्रत्ययः इत्येव खलु भगिनी तत्र? आमां भगिनि, इदानीम् अस्माकं चिन्तनमपि तथा न भवति, अत्र न आवश्यकं किमर्थमिति अस्माकं निमित्तम् अत्र अस्ति श इति एव। अत्र यत्र यक् इति प्रत्ययः, अहं चिन्तयामि यक् इति कर्मणि रूपे आगच्छति खलु, यक् प्रत्ययः आगच्छति, तत्र कृ धातोः क्रियते इति भवति खलु, समानकार्यं भवति तत्र, तत्रापि रि आदेशः भवति ऋकारस्य। तदनन्तरं श वा यक् वा नो चेत् सार्वधातुक यकारादि असार्वधातुक लिङ् परे अस्ति चेत् ऋङ् आदेशः भवति। अग्रिमपि पठति वा, अनन्तरं पुष्पा भगिनी पठति शिक्षूर्यं यस्मिन् विधिः तदादावल्ग्रहणे तदादावल्ग्रहणे इति परिभाषया ई नाम यकारादौ यस्य आदौ यकारः तस्मिन् परे, ई असार्वधातुके च लिङ्विशेषणं येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारान्तस्य इत्यङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य। ह्यः एतत् सर्वं पठितवन्तः वा भवन्तः? अहं न आगतवती सः न भगिनि न भगिनि न कृतवन्तः ओ न कृतवन्तः न कृतवन्तः विशेष विशेष मृड् तुदादिगणे चत्वारः ऋकारान्तदातवः न तदानीमेव पठितुमिच्छति चेत् पठतु भगिनि, नो चेत् किमपि भगिन्यः एतत् पङ्क्ति समापयामः। अस्तु भगिनि, रिङ्गित् अतः अलौन्त्यस्य इत्यस्य बाधकसूत्रम् अनेकांश्चित् सर्वस्य तत् प्रबाध्य निच्च इति सूत्रेण आदेशः निच् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्तस्य एव स्थाने आदेशः. प्रतिपादयति वा? प्रतिपादनं कर्तुं न चेत् अग्रिमे सप्ताहे. अस्तु भगिनि, संशयः नास्ति चेत् धन्यवादः. धन्यवादः. शुभरात्रिः. शुभरात्रिः.